गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र विभागः तत्र संयोगनाशकः अपि अतिरिक्तगुणः इति साधयितुम् इच्छामः सः एव मूलविषयः तत् विभागः अस्ति इति वयं तत्र प्रत्यक्षज्ञानं नास्ति अनुमानेन एव तत्र विभागः अस्ति इति तत्र विभागः अतिरिक्तगुणः एतत् सर्वं साधयामः अतः अनुमानं कीदृशम् इति एतावत् अस्माभिः पठितं तर्हि तत्र अनुमाने तत्र के अंशाः सन्ति इति एतत् सर्वं किञ्चित् पुनरावलोकनं कृत्वा यदि अग्रे सरामः समीचीनं भवति इति मन्ये अतः तत्र प्रथमतया अनुमानवाक्ये तत्र के अंशाः भवन्ति तत्र यदि वयं लिखामः तत्र पर्वतः वनिमान् धूमत्वात् यथा महानसम् इति अनुमानवाक्यं तर्हि तत्र के अंशाः सन्ति यत्र शुभो भगिनि अस्तु महोदय तत्र पर्वतः वन्यमान् धूमत्वात् यथा महानसम् इत्युक्ते तत्र पक्षः अस्ति हेतुः अस्ति साध्यम् अस्ति अपि च तावदेव पर्वतः पक्षः वह्निमान् धूमत्वात् इति तत्र हेतुः वह्निमान् इति साधनीयम् अतः साध्यं भवति अपि च यथा महानसम् इति दृष्टान्तं भवति दृष्टान्तम् अस्तु उदाहरणम् अस्तु उदाहरणम् अस्तु दृष्टान्तम् अस्तु तर्हि तत्र पक्षः इति अत्र पक्षः अत्र पर्वतः अत्र पर्वतः पक्षः अस्तु अपि तदनन्तरं तत्र हेतुः कः हेतुः धूमत्वात् इति धूमत्वात् इति पदं पदम् अस्तु हेतुः धूमः साक्षात् धूमः धूमः क्षम्यतां हेतुः समीचीनं अपि साध्यं किम् अस्ति साध्यमेव तत्र वह्निः वह्निः इति समीचीनं वह्निः साध्यः वह्निः साध्यः अपि महानसमिति अत्र दृष्टान्तं महानसम् अस्तु समीचीनम् अस्तु अतः तत्र प्रथमतया अनुमिति स्थले एते चत्वारः अंशाः के इति ज्ञातव्याः अस्तु समीचीनम् अस्तु धन्यवादः भगिनी अस्तु अग्रे इदानीं उषा भगिनी तर्हि तत्र पक्षधर्मताज्ञानम् इत्युक्ते किम् पक्षधर्मता इत्युक्ते पक्षे यद्वर्तते इति पक्षे यद्वर्तते इति चेत् हेतुः पक्षे अस्ति पक्षधर्मताज्ञानम् समीचीनं तर्हि अत्र पक्षधर्मताज्ञानम् अपेक्षितं पक्षधर्मताज्ञानं नाम तत्र हेतुः पक्षे अस्ति वर्तते पक्षे वर्तते इति ज्ञानम् यदि तत्र हेतुः पक्षे न अस्ति इति न जानीमः तत्र किमपि कार्यं न कर्तुं शक्नुमः तत्र अनुमिति किमपि अनुमानकार्यं न भवति समीचीनम् अस्तु धन्यवादः भगिनि अस्तु मृणानि भगिनि तत्र व्याप्तिः नाम किम् व्याप्तिः नाम कयोः मध्ये सम्बन्धः भवति नाम व्याप्तिसम्बन्धः इति व्याप्य व्यापकः सम्बन्धः कयोः मध्ये भवति? हेतुः तथा साध्यम् अनयोः मध्ये. अनयोः मध्ये समीचीनम्. अतः हेतुः अपि साध्ययो हेतुः अपि साध्यः तयोः मध्ये मध्ये तत्र व्याप्य व्यापक भावः व्याप्य व्यापकसम्बन्धः अथवा भावः तत्र कः व्याप्यः कः व्यापकः? साध्यं व्यापकः हेतुः व्याप्यः. हेतुः व्याप्यः समीचीनम्. हेतुः व्याप्यः साध्यः व्यापकः. तर्हि कस्य क्षेत्रं बृहत् अस्ति? साध्यस्य क्षेत्रं बृहत्. बृहत् अस्ति. तर्हि व्यापकः अपि तस्मिन् मध्ये तत्र व्याप्यः अस्तु. व्याप्यः व्याप्यः अस्ति हेतुः, व्यापकः अस्ति तत्र साध्यः. अस्तु, साध्यस्य क्षेत्रं बृहत् अस्ति, व्याप्यस्य क्षेत्रं हेतोः क्षेत्रं तस्मिन् अन्तर्भूतः क्षेत्रम् अन्तर्भूतम् इति अस्ति. तर्हि तत्र लौकिकरीत्या वदामः वाक्यमासीत् किल साध्यव्यापकहेतुः इति किमपि व्याप्य साध्यव्याप्य. उत्तमम् उत्तमम् उत्तमं समीचीनं भगिनि. अस्तु, तत्र साध्य व्याप्य हेतुः इति समीचीनम्. हेतुः इति अस्ति अस्माकं वाक्यं समीचीनम्. अपि तत्र लौकिकरीत्या तत्र यत्र यत्र हेतुः तत्र तत्र साध्यः अथवा यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति आसीत् खलु? अस्तु समीचीनम्. अस्तु, तर्हि हेतुः साध्यतयोः मध्ये व्याप्यव्यापकः भावः वर्तते. समीचीनम्. अस्तु, इदानीं तत्र नीता भगिनी उदाहरणस्य नाम दृष्टान्तस्य को वा लाभः? दृष्टान्तस्य तत्र महानसम् इति दृष्टान्तः. महानसे धूमः अस्ति. महानसे धूमः अस्ति तथा इत्युक्ते महानसे तत्र हेतुः अस्ति. तम् आधारीकृत्य वयं वक्तुं शक्नुमः तत्र वह्निः अस्ति इति. तत्र साध्यः सिद्ध्यते. यथा महानसम् इत्युक्ते यथा महानसे धूमः हेतु अस्माकम् उदाहरणे यत् हेतुः अस्ति, अस्माकं वाक्ये यत् हेतुः अस्ति तत् धूमः अस्ति. तेन आधारेण वयं वक्तुं शक्नुमः तत्र अस्माकं व्यापकः वह्निः साध्यरूपेण तत्र तिष्ठति. अतः वयं वक्तुं शक्नुमः यथा पर्वते धूमः दृश्यते तथा तत्र वह्निः अपि अस्ति, पर्वतः वह्निमान् इति वक्तुं शक्नुमः. समीचीनं. तर्हि तत्र दृष्टान्तस्य उपयोगः कः इत्युक्ते तत्र साध्य हेतुः साध्य तयोः मध्ये व्याप्तिः अस्ति इति निदर्शनं भवति खलु. नाम तत्र व्याप्तिः यत्र यत्र हेतुः तत्र तत्र तत्र साध्यः इति तादृशं सत्यम् इति नाम तत्र तयोः मध्ये व्याप्तिः अस्ति इति ज्ञानम् उत्पद्यते दृष्टान्तेन. अतः दृष्टान्तस्य उपयोगः नाम व्याप्तिज्ञानं व्याप्तिज्ञानं खलु. व्याप्तिसम्बन्धः व्याप्ति वर्तते, व्याप्ति तयोः मध्ये वर्तते. नाम हेतु अपि साध्ययोः मध्ये व्याप्तिः वर्तते इति ज्ञानम् इति ज्ञानं तेन दृष्टान्तेन उत्पद्यते. दृष्टान्तं यदि पश्यामः तत्र महानसमिति अस्माकं मनसि आयाति, तत्र वारं वारं तत्र महानसं दृष्ट्वा अस्माकं मनसि अस्ति आम् आम् तत्र धूमः वर्तते, धूमः अस्ति चेत् तत्र वह्नि अपि वर्तते इति भवति. समीचीनं. हा, अतः व्याप्तिज्ञानं तयोः हेतुः अपि साध्ययोः मध्ये व्याप्तिज्ञानम् अस्ति, व्याप्तिः अस्ति इति ज्ञानं वयं सम्पादयामः दृष्टान्तेन इति. हा अस्तु, समीचीनं. अस्तु तर्हि तत्र सर्वे अंशा अत्र व्याप्तिज्ञानम् अर्थात् व्याप्तव्यापकभाव वा? हा, व्याप्ति नाम व्याप्तिः अस्ति नाम तत्र पदार्थयोः मध्ये व्याप्य व्यापकसम्बन्धः वर्तते इति. हा, वयं वयं तत्र करपत्रे आसीत् व्याप्ति नाम व्याप्यवान्, नाम व्याप्यः नाम व्याप्तिवान्, व्याप्तिमान्, व्याप्यः नाम व्याप्तिमान्, व्याप्यः हेतुः. सत्यं, हा सत्यं सत्यं, हा हेतुः अस्ति, सत्यं. हा न तदपि लिखामः, समीचीनं भगिनि. हा तत्र व्याप्यः नाम व्याप्तिमान् तदस्ति अस्मिन् प्रसङ्गे, तदस्ति हेतुः, हेतुः. अतः अतः तत्र किमपि भवति. वदतु भगिनि. आमां तत्र गूगल् गूगल् मध्ये आगतं तावत्. तर्हि हेतुः व्याप्यः किल, हेतुः व्याप्यः, हेतुः व्याप्तिमान् हेतुः अर्थात् केनापि व्याप्तः भवति हेतुः इति किल? न न, सत्यं सत्यम्, आमामामां, व्याप्यः नाम तत्र हेतुः मध्ये अस्ति, व्याप्नोति ताम् इति. हा इति सत्यं भगिनि. हा, अतः एव तत्र हेतुः अन्तर्भूतः अस्ति खलु, हेतुः मध्ये अस्ति. हा सत्यं भगिनि. हा हेतुः अत्र अस्ति, साध्यः तं हेतुं व्याप्नोति इति अस्ति. सत्यं भगिनि, इति अस्ति, हा इति उत्तमं. हा अस्तु, अपि अन्यत् अस्ति तत्र इदानीम् अन्तिमं तत्र पक्षधर्मताज्ञानम् अपि तत्र व्याप्तिज्ञानं, हा तत्र ज्ञानद्वयमपि अपेक्षितं खलु, तत्र अनुमानज्ञानं प्रति अनुमानं भवति वा यदि तत्र व्याप्तिज्ञानं नास्ति चेत्? अनुमानं न भवति. हा, अनुमानं नाम अत्र वयं किम् अनुमानम् इति, अत्र किं भवति अनुमानमिति, पर्वतः वह्निमान् इति एव अनुमिति ज्ञानं, अनुमितिः अथवा अनुमानज्ञानं, पर्वतः वह्निमान् नाम पर्वते वह्निः अस्ति. तत् कदा भवति इत्युक्ते प्रथमतया धूमः पर्वते अस्ति इति ज्ञानम् अपेक्षितं, नाम पक्षधर्मता ज्ञानं भवेत्. अपि तत्र यत्र यत्र धूमः तत्र तत्र वह्निः, तद् ज्ञानमपि अपेक्षितं, तदस्ति व्याप्तिज्ञानम्. व्याप्तिज्ञानम्, अतः तत्र वयम् एतादृशं लिखितवन्तः खलु, तत्र अन्यत् किमपि उपयोग, हा नाम तत्र प्रथममासीत् पर्वतः धूमवान् इति, तदस्ति पक्षधर्मताज्ञानं खलु. पक्षधर्मताज्ञानं, पक्षधर्मताज्ञानं. द्वितीयम् अस्ति साध्यव्याप्य हेतुः, अथवा अत्र अत्र अस्ति वह्निव्याप्य धूमः वह्निव्याप्य धूमः एतदस्ति व्याप्तिज्ञानम् तर्हि यदा पक्षधर्मताज्ञानम् अपि व्याप्तिज्ञानं नाम पर्वतः धूममान् अपि धूमः कीदृशः इत्युक्ते वह्निव्याप्यः अस्ति धूमः इति यदि वयं जानीमः तदा मेलनेन किं भवति अत्र तेन वयं किम् अवगच्छामः तत्र तत्र मिलित्वा प्रथमसोपानं सर्वं मिलित्वा वयं केवलं तत्र दीर्घवाक्यं रचयामः नाम वह्निव्याप्य वह्निव्याप्य धूमवान् पर्वतः इति नाम पर्वतः वह्निव्याप्य धूमवान् पर्वतः पर्वतः इति भवति धूमवान् पर्वतः किन्तु धूमः वह्निव्याप्यः अस्ति इति कृत्वा तेन वयं किम् अवगच्छामः तेन वयम् अवगच्छामः तत्र वह्निमान् पर्वतः अतः एतदेव अनुमितिः एतद् ज्ञानम् अनुमितिज्ञानम् अनुमानम् किन्तु एतद् किं ज्ञानमस्ति तस्यापि नामकरणं कृतम् यत्र वन् प्लस् टु हा तयोः मेलनं हा परामर्शम् एतदस्ति परामर्शः परामर्शः परामर्शः इति परामर्शः तत्र किं मूर्धन्यषकारः वा तत्र कोऽपि स्मरति वा धन्यवादः अस्तु धन्यवादः एतदेव तत्र यदि लिखामः ज्ञानं भवति नो चेत् केवलम् अस्तु परामर्शः धन्यवादः अस्तु परामर्शज्ञानम् इति भवति अतः एतत् सर्वं वयं तत्र अनुमानज्ञाने एतत् सर्वं भवति इदानीं केवलम् अन्तिम अंशः नाम व्याप्तिः इति तत्र केवलं तस्य द्वैविध्यं नाम व्याप्तिः इति तत्र किं किम् अस्ति व्याप्तिः इति अन्वयव्याप्तिः व्यतिरेकव्याप्तिः अतः तत्र अन्वयव्याप्तिः अपि व्यतिरेकव्याप्तिः तद् एकवारं लिखामः तर्हि तत्र अन्वयव्याप्तिः तस्य उदाहरणं तत्र उदाहरणम् एतदेव अन्वयव्याप्तिः इति एतदेव अस्माकम् उदाहरणं नाम पर्वतः वह्निमान् धूमत्वात् यथा महानसम् एतदेव अस्माकम् उदाहरणं भवति नाम अत्र अन्वयव्याप्तिः नाम यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति यत्र यत्र व्याप्यः तत्र तत्र व्यापकः अन्वयव्याप्तिः यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इदानीं व्यतिरेकव्याप्तिः तत्रापि तत्र हा प्रथमतया उदाहरणं लिखामः तत्र वाक्यं लिखामः तत्र किं भवति तत्र तस्य एकनिमिषः व्यतिरेकव्याप्तिः इति अस्तु तर्हि अत्र यत्र यत्र किं भवति यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्य अभावः न व्याप्य अभावः न व्यापक व्यापकाभावः व्यापकस्य अभावः साध्यभावः तत्र हेतु अभावः इति वक्तुं शक्यते। हा समीचीनं, व्यापकः अभावः तत्र तत्र तत्र तत्र व्याप्य अभावः व्याप्याभावः। हा समीचीनं भगिनि। हा तत्र व्यापकः नाम साध्य साध्य अभावः। साध्याभावः साध्यस्य अभावः अत्र हेतो हेत्वाभावः हेत्वाभावः इति भवति। समीचीनं। हा अत्र यत्र यत्र हेतुः तत्र तत्र साध्यः इति अस्ति। हा अतः अत्र एतद् एव उदाहरणं, किन्तु लघुपरिवर्तनं यदि कुर्मः तदा तत्र उदाहरणं समीचीनं भवति तत्र। हा तत्र इदानीं तत्र यथा इति अस्ति, यथा पर्वतः वह्निमान् धूमत्वात् यथा, इदानीं महानसम् इति दृष्टान्तः दृष्टान्तं न भवति, किं भवति वयं दृष्टवन्तः तत्र पर्वतः वह्निमान् धूमत्वात् तत्र वह्निः उष्णवान् वह्नित्वान् इति उदाहरणं वयं तदपि तदपि अस्ति। हा तदपि अस्ति। तत्र उदाहरणं किम् आसीत्? यथा यथा इति वह्निः रदः तदेव अत्र अपि भवति। हा रदः सरोवरः इति यत्र तत्र वह्निः अपि नास्ति धूमः अपि नास्ति तादृशम् उदाहरणं नाम यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति इति प्रदर्शनीयम्। अतः सदः पश्यतु तत्र वह्निः अपि नास्ति धूमः अपि नास्ति। किन्तु अस्माकं तत्र अन्वयव्याप्ति तस्मिन् स्थले अस्माकं चिन्तनं कथं भवति? पर्वते धूमः अस्ति, यत्र यत्र धूमः तत्र तत्र वह्निः, पश्यतु महानसं, महानसे तादृशम् अस्ति। अतः अस्माकं पर्वतः अपि महानसम् इव अस्ति, पर्वते धूमः अस्ति अतः पर्वते वह्निः अपि अस्ति इति वदामः। किन्तु व्यतिरेकव्याप्तिस्थले पर्वतः वह्निमान् धूमत्वात् यथाहदः तत्र अभावम् अभावः इति भवति, अभावं स्वीकृत्य वयं वदामः पश्यतु यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः। पश्यतु हृदे हृदे वह्नि तत्र वह्निः नास्ति धूमः अपि नास्ति, किन्तु अस्माकं पर्वतः पक्षः हृदः इव नास्ति तथा नास्ति। अतः तत्र यत्र यत्र नाम यः यः यः वह्निमान् सः सः धूमवान्, किन्तु अस्माकं खलु क्षम्यतां यः यः वह्निमान् यः यः वह्नि अभाववान् सः सः धूम अभाववान्, किन्तु अस्माकं पर्वतः धूम अभाववान् नास्ति इति कृत्वा सः वह्नि अभाववान् अपि नास्ति, अतः वह्नि अभाव अभाववान् अस्ति, तर्हि वह्नि मान् अस्ति इति साधयामः। अतः तत्र केवलम् उदाहरणं तस्य परिवर्तनं भवति, महानसम् इति स्थले हृदः इति भवति। अन्यत् उदाहरणं वयं दृष्टवन्तः तत्र नाम किम् आसीत् तत्र वह्निः उष्णः उष्णः उष्णः वह्नित्वात् इति। हा तर्हि तत्र पर्वतः इति वह्निमान् इति अनुमितिज्ञानं तत्र अन्वयव्याप्तिः अपि कार्यं करोति, व्यतिरेकव्याप्तिः अपि कार्यं करोति, केवलम् उदाहरणस्य परिवर्तनं। किन्तु वह्निः उष्णः वह्नित्वात् इति तत्र अन्वयव्याप्तिः कार्यं करोति वा? न, अन्वयव्याप्ति कार्यं न कर्तुं शक्नोति अत्र। हा किमर्थं? समीचीनं। तत्र हेतुः इत्युक्ते अत्र वह्नि इति हेतु तत् वन्नित्वं वन्नित्वम् इति हेतु वन्नित्वं वन्नित्वं क्षम्यतां वन्नित्वम् इति हेतु तत् वन्नित्वम् इति हेतुः केवलं तत्र पक्षे एव वर्तते वह्नौ एव वर्तते इति स्थितिः समीचीनम् अतः तत्र दृष्टान्तम् इति अन्वयव्याप्तेः दृष्टान्तं पक्षभिन्नस्थलं भवेत् किन्तु यदि हेतुः पक्षभिन्नस्थले नास्ति न भवति तदा अन्वयव्याप्तिदृष्टान्तः अन्वयदृष्टान्तः न लभ्यते अतः तत्र व्यतिरेकव्याप्तिम् एव आधारीकृत्य तत्र कार्यं कर्तुं शक्नुमः अतः तत्र व्यतिरेकव्याप्ति दृष्टान्तः एव अत्र वर्तते वह्निः उष्णः वह्नित्वात् यथा तत्र पुनः यथा षदः इति एव अस्माकम् उदाहरणं दृष्टान्तः भवति अत्र केवलं व्यतिरेकव्याप्ति कार्यं करोति इति अस्ति यत् अस्मिन् विषये कोऽपि प्रश्नः नाम सारांशत्वेन वयं सर्वम् उक्तवन्तः इति मन्ये अतः तत्र कुत्रचित् संशयः वा अथवा तत्र प्रश्नः वर्तते वा व्याप्तिज्ञाने अन्तिम उदाहरणस्य एकवारं तत् सारं वदामः वह्निः उष्णः नीत्वात् यथा रथः तत्र कथं वक्तव्यम् नाम तत्र वह्निः उष्णः उष्णवान् भवति इति वक्तुम् इच्छामः किमर्थं कस्मात् कारणात् नाम वह्नित्वात् इति तर्हि वह्नित्वम् इति हेतुः वह्निः पक्षः वह्निः इति पक्षः वह्नित्वम् इति हेतुः उष्णत्वम् उष्णत्वम् इति साध्यम् उष्णत्वम् उष्णत्वम् इति साध्यम् वह्नित्वम् इति हेतुः पक्षः साक्षात् वह्निः इदानीं तत्र वह्नित्वम् केवलं पक्षे एव वर्तते अत्र वक्तुं शक्नुमः यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् अस्ति इति साधयितुम् इच्छामः सत्यं समीचीनं तदेव तद् तत् सत्यम् इति वक्तुम् इच्छामः किन्तु तत् कथं प्रदर्शयामः नाम यतोहि एतावत् वयं तत्र वह्निम् उपयुज्य तत् न प्रदर्शयितुं शक्नुमः यतोहि वह्नः उष्णत्वम् अस्ति इति न जानीमः एतावत् अतः वह्नि पक्षं विहाय अन्यस्मिन् अन्यत् किमपि स्थलं प्रदर्श्य एव वयं व्याप्तिं साधयितुं शक्नुमः यथा महानसं नाम पर्वतः पक्षः महानसं भिन्नस्थलम् अत्र किन्तु हेतुः वह्नित्वं पक्षः वह्निः हेतुः पक्षभिन्नस्थले नास्ति एव अतः यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति कथं साधयामः इत्युक्ते अस्तु यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति वाक्यम् अपि तद् तस्य समानार्थकवाक्यम् अन्यत् अस्ति नाम यत्र यत्र उष्णत्वाभाव यत्र यत्र उष्णत्वाभाव तत्र तत्र वह्नित्वाभाव इति तद् स्वीकृत्य तस्य यथा रथः अतः तत्र रथं दृष्ट्वा वयं जानीमः अस्तु यत्र यत्र वन्यभावः तत्र यत्र यत्र उष्णभावः उष्णत्वाभावः तत्र तत्र वन्यत्वाभावः वर्तते इदानीं किन्तु अस्माकं पर्वतः रथः इव नास्ति नाम पर्वतः नाम तत्र पर्वतः वह्नि अभाववान् अस्ति वह्नित्व अभाववान् अस्ति क्षम्यतां पर्वतः क्षम्यतां क्षम्यतां क्षम्यतां रथः अस्माकं रथः उष्णत्व अभाववान् अस्ति अतः भन्नित्व अभाववान् अपि अस्ति नाम यो यो उष्णत्व अभाववान् सः सः सः भन्नित्व अभाववान् यथा ह्रदः इति समीचीनं भवति खलु यो यो उष्णत्व अभाववान् सः सः वन्नित्व अभाववान् यथा ह्रदः अस्माकं पक्षः नाम वह्निः वन्नित्व अभाववान् नास्ति ह्रदैव नास्ति अतः तत् उष्णत्वान् अभाववान् अपि नास्ति अपि नास्ति यतोहि यो यो उष्णत्व अभाववान् सः सः वन्नित्व अभाववान् किन्तु अस्माकं पक्षः वन्नित्व अभाववान् नास्ति तथा न इति अतः अस्माकं पक्षः उष्णत्व अभाववान् नास्ति इत्युक्ते उष्णत्व अभाव अभाववान् अस्ति किन्तु अभाव अभाववान् द्विवारम् उपयुज्य किं सिद्ध्यति तत्र उष्णत्वमेव उष्णत्वम् अथवा उष्णत्ववान् अतः वह्निः उष्णत्ववान् अथवा वह्निः साक्षात् उष्णः नाम औन्नत्यवान् तत्र वृक्षः औन्नत्यवान् अथवा उन्नतत्वम् इति तादृशं तत्र वह्निः साक्षात् उष्णः इति भवति समीचीनम् समीचीनम् हा उत्तमम् अस्तु अन्य कोऽपि प्रश्नः अस्मिन् प्रसङ्गे समीचीनमस्ति वा अतः इदानीं तत्र सर्वे तत्र एकस्मिन् पुटे सन्ति इति चिन्तयामः वा तत्र आङ्ग्लभाषायां बहुवारं ते वदन्ति हा तत्र विश्वविद्यालये ते वदन्ति ऐ होप् एव्रिबडी इस् आन् द सेम् पेज् इति हा नाम तत्र सर्वे तत्र एकस्मिन् स्थले वयं स्मः चेत् अग्रे तत्र गन्तुं शक्नुमः इति महोदय अस्तु अस्तु तर्हि तत्र अनुमितिज्ञानं कीदृशम् इति इदानीम् अस्माकं मनसि अस्ति अस्तु इदानीं तर्हि अग्रे सरामः तर्हि तत्र किं करणीयम् अस्तु हा हा इदानीं तर्हि प्रकृतिविषयः तत्र स्मः दृश्यते खलु एतावत् अस्तु इदानीं तत्र प्रकृतिविषयः मूलविषयः इति अस्तु तर्हि तत्र चन्द्रमती भगिनी गतवती अस्तु अस्तु तर्हि इदानीम् अग्रे सरामः तर्हि तत्र शोभा भगिनी अग्रे पठति वा आं महोदय तर्हि अधुना प्रकृतिविषयः द्रष्टव्यः विद्याधर्याम् अनुमानप्रयोगः एतादृशः आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति यथोक्तं पूर्वम् आश्रयनाशाजन्यगुणनाशः इति पक्षः समानाधिकरणगुणजन्यत्वम् इति साध्यम् आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः पाकजरूपनाशवत् इति दृष्टान्तः अस्तु अस्माकं प्रकृतविषयः अस्ति इदानीं विद्याधर्यां पूर्वं दृष्टम् अनुमानप्रयोगः एतादृशः भवति इति एतत्तु तत्र घट अपि च तेजस् इति सर्वं स्वीकृत्य उक्तमासीत् तत्र समानाधिकरणम् इति आसीत् इति मन्ये तत्र महोदय तत्र विभागः अपि अतिरिक्तः गुणः वा इति तत्र साधयितुम् इच्छामः इति हा आश्रयनाशजन्यगुणनाशः आशया नाश अजन्य इत्यत्र आश्रयनाश अजन्यगुणनाशः इत्युक्ते आश्रयनाशेन जन्यः न इति गुणनाशः आश्रयस्य नाशः न अभवत् किन्तु तत्र गुणस्य गुणः नश्यति गुणः हा आश्रयनाशः न भूत्वा गुणः गुणनाशः अभवत् इति सत्यं इत्युक्ते आशयः तथा एव तिष्ठति समानाधिकरणगुणजन्यः इत्युक्ते तत्र समानाधिकरण गुणजन्यः आश्रय अपि च किं तत्र गुणः समानाधिकरण करणौ इति खलु महोदय अधिकरणं समानं हा गुणस्य अपि च आश्रयस्य अधिकरणं तदेव एकमेव अस्ति यथा तत्र घटे कृष्णवर्णः इति इदानीं तत्र हा अपि च तेजस् अपि अस्ति द्वयोः अपि आशयः घटः एव अस्ति इति दृष्टवन्तः अपि च घटस्य नाशः न अभवत् किन्तु गुणनाशः अभवत् तत्र इति दृष्टवन्तः तर्हि आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति इदानीं पाकजरूपनाशः कथम् इति इदानीं पर्यन्तं न पठितम् यथोक्तं पूर्वम् इत्युक्ते तत्र पुनः आश्रयनाश अजन्यगुणनाशः इति पक्षः इदानीं पक्षः भवति इति आश्रय नाश अजन्यगुणनाशः एव पक्षः इति स्वीकुर्मः अपि च यतोहि तत्र भवति एतत् इति पक्षे भवति पक्षे साधयामः अपि च समानाधिकरणगुणजन्यत्वम् इति साध्यं तदेव इदानीं साधनीयं समानाधिकरणगुणजन्यत्वम् इति साधनीयं साध्यं भवति अपि च आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः भवति तत्र तर्हि आश्रयनाशगुणजन्यगुणनाशत्वात् इति प्रायशः तत्र भवति हेतुः तत्र पञ्चम्यां भवति खलु महोदय हेतुः हेतुपदं पञ्चम्यन्तं भवति किन्तु हेतुः नाम धूमत्वात् इति किन्तु धूमः इति एव हेतुः आमां तत्र किञ्चित् परिवर्तनं कृत्वा उक्तवती तत्र हेतुः इति सामान्यतया एतावता पञ्चम्यां दृष्टवन्तः तर्हि अस्तु पाकजरूप यथा नाम भगिनि नाम तत्र पर्वतः धूमत्वात् तत्र धूमः इति एव साक्षात् हेतुः पदमस्ति धूमत्वात् अपि वह्निमान् इति अस्ति नाम वह्निः एव तत्र पर्वते वर्तते इति खलु न तत्र धूम नाशत्वात् इति नास्ति किन्तु तथा भवति वा अग्रे इति चिन्तितवान् तत्र नाशत्वात् अस्ति इति हेतुः तत्र नाशत्वात् इति अस्ति खलु आश्रय नाश अजन्यगुणनाशत्वात् इति एव अतः एव तत्र नाशः इति तत्र नाश तत्र कुत्र अस्ति नाशत्वात् इति आश्रय नाश अजन्यगुणनाशत्वात् इति तत्र हेतुः वाक्ये अनुमानप्रयोगवाक्ये तेन हेतुः भवति पाकजरूपनाशवत् इति तत्र दृष्टान्तः भवति तर्हि अपि च साध्यं यदस्ति तद् तत्र किं कृतमत्र समानाधिकरणगुणजन्यः इति उक्तं पदं नाम तत्र अनुमितवाक्ये पक्षः साधारणतया पक्षः यथा अस्ति तथैव तिष्ठति तत् तिष्ठति नाम तत्र पक्षः प्रथमपदं द्वितीयपदं तत्र किमस्ति द्वितीयपदं साधारणतया साध्यवाचकपदं नाम अत्र विशेषणरूपेण दर्शितं नाम जन्यः नाम पक्षः जन्यः अस्ति यथा तत्र उत्तमः बालकः अथवा उन्नतः वृक्षः तर्हि बालके किम् अस्ति अथवा वृक्षे किम् अस्ति औन्नत्यं नाम अतः तत्र साध्यम् इति किम् अस्ति जन्यः इति नास्ति किन्तु जन्यस्य तत्र धर्मः अथवा जन्यत्वं भावः भावप्रत्ययेन साध्यं यतोहि जन्यत्वम् एव तत्र वर्तते समानाधिकरणगुणजन्यत्वं न न हा जन्यत्वं हा समानाधिकरणगुणजन्यत्वं यथा तत्र अस्माकम् अन्यत् वाक्यम् आसीत् नाम वह्निः उष्णः उष्णः इति साध्यं सूचयति किन्तु साध्यं पक्षे भवेत् उष्णः इति वह्नौ नास्ति किन्तु उष्णत्वम् इति वह्नौ साधयितुम् इच्छामः अतः उष्णत्वं तत्रापि उष्णत्वम् उष्णत्वमेव साध्यम् वह्निः उष्णः वह्नित्वात् इति वह्नित्वम् इति हेतुः उष्णः इति अस्ति किन्तु उष्णः इति विशेषणं तत्र वह्निः पदस्य विशेषणं किन्तु पक्षे किम् अस्ति वह्नौ किम् अस्ति साध्यं पक्षे भवेत् किम् अतः तत्र किमपि अस्माभिः वक्तव्यं यत् साक्षात् पक्षे वर्तते वह्निः वह्नौ किं वर्तते उष्णः न वर्तते किन्तु उष्णत्वम् अतैव तत्र जन्यः इति विशेषणं समानाधिकरणगुणजन्यः इति पक्षस्य विशेषणं तर्हि विशेषणं स्वीकृत्य तत्र भावप्रत्ययं योजयित्वा त्वम् इति योजयित्वा समानाधिकरणगुणजन्यत्वम् इति साध्यं यतोहि जन्यत्वम् एव तत्र पक्षे अस्ति इति साधयितुम् इच्छामः आम् अस्तु महोदय समीचीनं खलु महोदय तत्र अस्माकं तर्हि अस्माकं वाक्यं दीर्घम् अस्ति किन्तु चत्वारः अंशाः सन्ति अस्मिन् वाक्ये पक्षः अस्ति साध्यमपि अस्ति हेतुः अपि अस्ति दृष्टान्तः अपि अस्ति किन्तु एकं नाम तत्र एकः भेदः वर्तते अत्र नाम पर्वतः इति तत् पक्षः इति तत्र वयं चक्षुषा द्रष्टुं शक्नुमः किन्तु तत्र आश्रयनाश अजन्यगुणनाशः इति पक्षः इति केवलं विषयः पक्षः इति एव तत्र भेदः नाम अस्मिन् पक्षे इति तत्र साक्षात् चक्षुषा विषये किम् अस्ति इति न अवगन्तुं शक्नुमः किन्तु अस्मिन् विषये इति पक्षः विषयः पक्षः भवति अत्र इति तावदेव अतः तत्र नाम तत्र कङ्क्रीट् नास्ति अब्स्ट्राक्ट् अस्ति इति तावदेव अस्तु समीचीनम् अस्तु किन्तु अपि अन्यत् तत्र उदाहरणं न सम्यक् अवगच्छामि अत्र किमस्ति आश्रयः अस्ति घटः अस्ति वा एतादृशं किमपि सन्दर्भः अस्ति वा आमामां तादृशं सत्यं सत्यं अतः तत्र एतावत् किम् उक्तम् इति एकवारं कः अत्र एकम् उदाहरणं वदसि वा आचार्य अग्रे भवति भगिनी अग्रे उदाहरणमपि सर्वं भवति इदानीं केवलं तत्र अनुमितिवाक्यं तत्र परिचितं खलु इति तावदेव अवगन्तव्यम् अनुमानवाक्यं तस्य आकृतिः परिचिता अस्ति खलु इति खलु एतद् वाक्यं वाक्ये चत्वारः अंशाः सन्ति इति अवगच्छामः खलु तावदेव इदानीं तावदेव, इदानीं विषयः उद्घाटितः, इदानीं तत्र एतत् सर्वं साधयामः, अतः तत्र हेतुः साध्यम् एतत् सर्वम् उक्त्वा अनुमानं प्राप्य तदनन्तरं वयं वदामः अस्तु विभागः अतिरिक्तगुणः अस्ति, अपि विभागस्य आश्रयः संयोगस्य आश्रयः एव इति तत्सर्वम् अग्रे आगच्छति. किन्तु तत् अतः तत्र समाधानम् अपविवरणम् अग्रे भवति. इदानीम् अस्माकं लक्ष्यम् अस्ति एतत् अनुमानं ज्ञानम् इति एव अस्माकं लक्ष्यं. लक्ष्ये तत् कथं साधयामः, तत्र एषः पक्षः नाम एतत् साध्यम् इति एव एतावत् अवगन्तव्यम्. इदानीं किं किम् अस्ति इति भवति अग्रे आगच्छति, किन्तु केवलं किञ्चित् वदामि नाम किम् एतावत् उक्तम्. एतावत् एकः गुणः अस्ति, गुणः आश्रये अस्ति, आश्रयस्य नाशः न अभवत् किन्तु गुणः नष्टः, नाम गुणः नश्यति, अतः आश्रयनाश अजन्यगुणनाशः. एतस्य गुणः गुणस्य नाशः अभवत् यद्यपि आश्रयस्य नाशः न अभवत्. वयं जानीमः यत्र आश्रयस्य नाशः भवति तदा गुणस्य अपि नाशः भवति, किन्तु तादृश अत्र नास्ति. अपि द्वितीयवाक्यं किमस्ति, समानाधिकरणगुणजन्यः, समानाधिकरणगुणजन्यत्वं नाम समान अधिकरणगुणजन्यः नाम एषः गुणनाशः. अत्र मूलपदमस्ति गुणनाशः, एषः गुणनाशः गुणजन्यः अस्ति. एतस्य गुणस्य नाशः, यः नष्टः गुणः अस्ति तस्य नाशः अन्येन गुणेन अभवत्. एषः नूतनगुणः नाशकः अस्ति, ये कारणमस्ति अन्यः गुणः, कार्यं किम् एतस्य गुणस्य नाशः, गुणनाशः कार्यम्, अन्यः गुणः कारणम्. अपि अन्यः गुणः समानाधिकरणः अस्ति, अतः समान अधिकरणे एव द्वितीयगुणः अस्ति इति साधयितुम् इच्छामः. नाम एतस्य यत्र एकस्य गुणस्य नाशः भवति किन्तु यत्र आश्रयस्य नाशः न भवति तस्मिन् सन्दर्भे अन्यः गुणः भवेत् तस्मिन्नेव अधिकरणे, यः एतस्य गुणस्य नाशं करोति इति साधयितुम् इच्छामः. तदेव अस्माकं साध्यम्, नाम एतस्य गुणस्य नाशः अन्यगुणजन्यः, समानाधिकरणगुणजन्यः, गुणस्य प्रथमगुणस्य नष्टगुणस्य अपि नूतननाशकः गुणस्य अधिकरणं समानम् एकस्मिन्नेव आश्रये सन्ति. कथम्? आश्रयनाश अजन्यगुणनाशत्वात् इति अस्ति हेतुः. आश्रयनाश अजन्यगुणनाशत्वात् इति अस्ति. इदानीं तत्र किम् अत्र अस्माकं मनसि भवेत्, तत्र हेतुः अपि पक्षे कीदृशसम्बन्धः? तत्र अधिकरण भवति खलु, हेतुः पक्षे, हेतुः पक्षे अस्ति किन्तु तत्र पर्वतः धूमवान् इव अस्ति वा अथवा तत्र वह्निः उष्णः वह्नित्वात् तथैव अस्ति वा? किम् आचार्य, न अवगतः प्रश्नः. हा नाम तत्र वह्निः उष्णः वह्नित्वात् इति तत्र हेतुः कः, पक्षः कः? तत्र हेतुः हेतुः वह्निः उष्णः वह्नित्वात्. हा तर्हि हेतुः वह्नित्वम् उष्णत्वं पक्षः इति साध्यं. पक्षः पक्षः वह्निः एव वह्निः. तत्र पक्षः वह्निः हेतुः वह्नित्वम् अत्र किमस्ति पक्षः पुनः आचार्य पक्षः अत्र पक्षः अत्र पक्षः कः अत्र पक्षः तु आश्रयः न न आश्रयनाशा अजन्यगुणनाशः इत्येव पक्षः तत्र आश्रयः पक्षः नास्ति. आश्रयः इति पक्षः नास्ति नाम विषयः. एषः विषयः एव पक्षः. अतः एव अहम् उक्तवान् तत्र अत्र पक्षः अब्स्ट्राक्ट् अस्ति यत् चक्षुषः इति पक्षः. आश्रयनाश अजन्यगुणनाशः एव पक्षः. हेतुः किमस्ति हेतुः कः अत्र तत्र आश्रयनाश अजन्यगुणनाशत्वम् वह्निः वह्नित्वं गुणनाशः गुणनाशत्वं तत्र वह्नित्वम् इति हेतुः वह्नौ एव वर्तते. वह्निं विहाय अन्यत्र न वर्तते खलु. आम् आम् तर्हि आश्रयनाश अजन्यगुणनाशत्वं कुत्र कुत्र वर्तते. आश्रयनाश अजन्यगुणनाशत्वं तत्र आश्रयनाशगुणनाशे एव वर्तते. आश्रयनाश अजन्यगुणनाशे एव वर्तते खलु. आम् आम् अन्यत्र न भवति अन्यत्र न भवति यतोहि तस्य भावः तस्य धर्मः. तर्हि केवलं पक्षे एव अस्ति एषः हेतुः. पक्षभिन्नस्थले एषः हेतुः न लभ्यते. अतः दृष्टान्तः कीदृशः भवेत् अन्वयदृष्टान्तः वा व्यतिरेकदृष्टान्तः वा. व्यतिरेकदृष्टान्तः. व्यतिरेकदृष्टान्तः भवेत् पाकजरूपनाशवत् इति दृष्टान्तः व्यतिरेकव्याप्तिदृष्टान्तः भवेत् इति मनसि भवेत्. अतः हेतुः किमस्ति पक्षस्य धर्मः एव हेतुः अस्ति. यतोहि पक्षत्वम् इति एव तत्र गुणनाशः गुणनाशत्वम् इति एव हेतुः. हेतुः पक्षभिन्नस्थले न लभ्यते. अतः एव तत्र वयं व्यतिरेकव्याप्ति एतत् सर्वं वयं अवगतवन्तः. नो चेत् तत्र अन्वयव्याप्तिम् उपयुज्य एव कार्यं कर्तुं शक्तवन्तः. किन्तु तद् अत्र कार्यं न करोति. समीचीनम्. एतावत् कोऽपि प्रश्नः समीचीनं वा नाम साध्यं. पाकजरूपनाशवत् इति यत् उदाहरणमस्ति तत् विपरीतमस्ति वा यत् तत् नाम तत्र व्यतिरेकदृष्टान्त नाम तत्र किं भवति यत्र यत्र हेतुः तत्र तत्र साध्यम् इति तस्य निदर्शनं न किन्तु यत्र यत्र साध्यभावः तत्र तत्र हेत्वाभावः इति तस्य निदर्शनं भवति दृष्टान्तेन. अग्रे द्रक्ष्यामः. किन्तु तत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति तस्य निदर्शनं न किन्तु यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः. यो यो साध्य अभाववान् सः सः हेत्व अभाववान् इति तस्य निदर्शनं भवति दृष्टान्तेन. एतस्य दृष्टान्तेन एतेन दृष्टान्तेन. अस्तु अन्य कोऽपि प्रश्नः समीचीनमस्ति वा. अस्तु तर्हि अग्रे अग्रे इदानीं सरम इदानीं तत्र एक प्रत्येकपदस्य तत्र इदानीं विवरणं दीयते. अस्तु तर्हि अग्रे तर्हि तत्र नीता भगिनी अग्रे पठति वा. पुनस्मरणत्वेन घटपटयोः संयोगः इति स्थितौ घटः पटात् विभक्तः, अनेन च घटपटयोः संयोगः नष्टः. आश्रयनाश अजन्यगुणनाशः इत्यनेन आश्रयनाशेन अजन्यगुणनाशः. अत्र गुणः इत्युक्तौ संयोगः, आश्रय इत्युक्तौ घटः पटः च. अस्मिन् दृष्टान्ते न घटः नष्टः न वा पटः, किन्तु घटपटयोः संयोगः नष्टः. अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिद्ध्यति. अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाश अजन्यगुणनाशः. अधुना घटपटयोः संयोगः इति स्थितौ घटः पटात् विभक्तः. अत्र स्थितिका घटः पटात् विभक्तः इति. पूर्वं तत्र तयोः संयोगः आसीत्, इदानीं संयोगः नष्टः नष्टः. पूर्वस्मिन् स्थले तत्र संयोगः, परन्तु अधुना घटपटात् विभक्तसंयोगः नष्टः. अनेन घटपटयोः संयोगः नष्टः. अधुना आश्रयनाश अजन्यगुणनाशः, तत् आश्रयनाश अजन्यगुणनाश यत् वयं दृष्टवन्तः, तत् प्रथमं पदं, तत् प्रथमं पदम् अस्माकम् आश्रयनाश अजन्यगुणनाशः. तत् आश्रयनाश अजन्यगुणनाशः इति तत्र तत्र सन्धि समासविग्रहः, तत्र आश्रयनाशेन अजन्यगुणनाशः. आश्रयनाशेन इत्युक्ते तत्र अजन्यगुणनाश इत्युक्ते तत्र गुणस्य नाशः, अजन्यगुणनाशः. तत् यत् अजन्यगुणनाशः तत् आश्रयनाशेन न जन्यः इत्युक्ते यः गुणनाशः, यः गुणनाशः इत्युक्ते यः संयोगनाशः, सः संयोगनाशः इति गुणः तत् आश्रयनाशेन न अजन्य, न जन्य. तत्तु उदाहरणमस्ति अत्र केवलं, समीचीनम्. अत्र केवलं तत्र आश्रयनाशेन अजन्यगुणनाशः नाम किम् अर्थः कः इत्युक्ते, यः यथा भवत्या उक्तं, यः गुणनाशः आश्रयनाशेन न अभवत्, न जन्यः अस्ति. नाम आश्रयनाशः कारणम्, आश्रयनाशः कारणं नास्ति गुणस्य नाशस्य, गुणनाशस्य गुणनाशस्य कारणम् आश्रयनाशः नास्ति, तादृशगुणनाशः. अधुना तदेव अग्रे दीयते तत्र. अत्र गुणः इत्युक्तौ संयोगः. अस्माकम् अत्र अस्माकं संयोगनाशः कार्यम् अत्र करोति वा, नाम उदाहरणत्वेन स्वीकर्तुं शक्नुमः वा इति चिन्तनं तावदेव. अत्र गुणः इत्युक्तौ संयोगः, गुणनाशः इत्युक्ते संयोगनाशः. यः संयोगनाशः आश्रयनाशेन न जन्य एतावत्पर्यन्तम्. आश्रयः इत्युक्ते घटः पटः च, इत्युक्ते घटः इति आश्रयः, पटः अपि तस्य आश्रयः. यतोहि संयोगः इति संयोगः वयं जानीमः द्विनिष्ठः अस्ति. आम् आम्, संयोगः तस्य आश्रयः घटः अपि अस्ति, पटः अपि अस्ति. अस्मिन् दृष्टान्ते न घटः नष्टः न वा पटः नष्टः. घटपटयोः विभागः, घटपटयोः संयोगः नष्टः, परन्तु तस्य घटस्य नष्टस्य नाशं वा पटस्य नाशम् इति स्थितिः नास्ति. न घटः नष्टः न वा पटः नष्टः, परन्तु द्वयोः संयोगः नष्टः. अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सर्वजनसिद्धप्रत्ययेन सर्वजन नाम तत्र सर्वजनसिद्धप्रत्ययेन नाम सर्वे जनाः लौकिक लोके अपि सर्वजनसिद्धप्रत्ययेन नाम सर्वे जनाः अङ्गीकुर्वन्ति नाम संयोग नाशः इति पदार्थः वर्तते संयोगः नष्टः संयोगस्य नाशः अभवत् अतः संयोगनाशः अस्ति अस्तु अस्तु अस्तु सर्वजनसिद्धप्रत्ययः इत्युक्ते सर्वे अङ्गे सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिद्ध्यति इत्युक्ते तत्र एक्सेप्टेड् बै आल् इति तावदेव नाम केवलं न्यायशास्त्रे न लोके अपि तत्र घटः न नष्टः पटः न नष्टः किन्तु तयोः संयोगः नष्टः एव इति लोके अपि अङ्गीकुर्वन्ति अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा अधुना तत् का स्थिति संयोगनाशः आश्रयनाशेन न उत्पद्यते आश्रयनाशेन संयोगनाशः अभवत् इति वयं वक्तुं न शक्नुमः अतः अस्माकं यत् पदमस्ति तत् सिद्ध्यति आश्रयनाश अजन्यगुणनाशः इति नाम अत्र किमस्ति तादृशः संयोगनाशः आश्रयनाश अजन्यगुणनाशः अस्ति नाम एतत् पदं संयोगनाशः इति पदस्य विशेषणम् एतद् विशेषणं संयोगनाशः विशेष्यं नाम संयोगनाशः आश्रयनाश अजन्यगुणनाशः अस्ति इति भवति अतः तत्र एतेन अत्र अतः अत्र तादृशसंयोगनाशः आश्रयनाश अजन्यगुणनाशः अस्ति इति अस्तु समीचीनं भगिनि अतः तत्र अस्माकं तत्र पक्षः इदानीं सिद्धः पक्षः अस्ति संयोगनाशः इति एव किन्तु संयोगनाशः कीदृशः आश्रयनाश अजन्यगुणनाशः इति अतः यदि वयम् आश्रयनाश अजन्यगुणनाशे किमपि वर्तते इति साधयामः तदा वयं जानीमः संयोगनाशे अपि सा एव भवति तादृशी स्थितिः भवति अतः यदि वयम् आश्रयनाश अजन्यगुणनाशस्थले सः नाशः अन्यगुणजन्यः अस्ति इति यदि साधयामः तदा संयोगनाशः अपि अन्यगुणजन्यः इति भवति खलु आमाचार्य सत्यम् अस्तु समीचीनम् अस्तु अतः तत्र संयोगनाशः आशयनाश अजन्यगुणनाशे अन्तर्भूतः अस्ति तस्य उदाहरणम् अस्ति इति एतावत् साधितम् अस्तु समीचीनम् अस्तु अग्रे उषा भगिनी अग्रे समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः उद्देश्यविधेयभावः समानाधिकरणगुणजन्यः गुणनाशः उद्देश्यविधेयभावः इति न ज्ञायते चेत् विशेषणविशेषभावः इति चिन्त्यताम् प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः समानाधिकरणगुणेन जन्यगुणनाशः समानाधिकरणगुणेन जन्यगुणनाशः अत्र समानाधिकरणगुणेन जन्य संयोगनाशः समानाधिकरणगुणः इति विभागः संयोगनाशः घटे पटे च विभागः अपि तथा घटे पटे इत्यस्मात् विभागसंयोगनाशौ समानाधिकरणौ यदा महोदयेन पूर्वं उक्तं तत्र अवगतवती, बट् इदानीं नास्ति. समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः. अस्तु, समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः. अस्तु महोदय, तदेव साध्यमस्ति फार् अस्. या गुणनाशस्य विधेयः उद्देश्यविधेयभावः अस्ति. उद्देश्यविधेयभावः अस्ति समानाधिकरणगुणजन्यनाशः गुणनाशः. ओके, उद्देश्य इति समानाधिकरणगुणजन्यः, विधेयः नो समानाधिकरणगुणजन्यः इति विधेयः, गुणनाशः इति उद्देश्य. तत्र अन्यस्मिन् तत्र अग्रे गत्वा तत्र उद्देश्य विधेयभावः कः इति तत्र अन्यत् करपत्रमपि वर्तते, तदपि पठामः. किन्तु स्थूलरीत्या तत्र यदि वयं तत्र उत्तमः बालकः, उत्तमः बालकः इति चिन्तयामः, तत्र वयं वदामः उत्तमः इति विशेषणं, बालकः इति विशेषणम्. किन्तु वयं कोऽपि बालकः, तत्र कोऽपि बालकः अस्ति इति चिन्तयामः, रामः अस्ति, रामः परिचितः, वयं रामं जानीमः, रामः अस्माभिः ज्ञातः, नाम तत्र परन्तु सः उत्तमः इति चेत् इति न जानीमः एतावत् एतावत् न जानीमः इति चिन्तयतु. रामः इति बालकः, परिचितः बालकः, सर्वे जानन्ति ओ रामः, एषः रामः इति. कोऽपि तत्र वयं कुत्रापि स्मः, अन्य कोऽपि आगत्य वदति ओ रामः, सः बालकः तु उत्तमः अस्ति, एतावत् अस्माभिः न ज्ञातं सः उत्तमः इति. अतः रामम् उद्दिश्य रामस्य विषये नूतनं किमपि वदति, सः उत्तमः इति. अतः सः यत् नूतनं यत् उक्तं तेन तदस्ति विधेयः. पूर्वं यत् परिचितं तदस्ति उद्देश्य, तावदेव स्थूलरीत्या. नाम परिचितं बालकः, नूतनम् उत्तमः इति, तत्र उद्देश्य इति तद् विधेयः इति यत् नूतनम्. अस्तु, पूर्वं किम् आसीत् यत् जानीमः, आश्रयनाश अजन्यगुणनाशः इति बालकः इव अस्ति, तत् जानीमः. तस्मिन् विषये वयं नूतनं किमपि वक्तुम् इच्छामः, आश्रयनाश अजन्यगुणनाशः कीदृशः, बालकः कीदृशः, सः उत्तमः, तथैव एषः गुणनाशः कीदृशः, एषः गुणनाशः अन्यगुणजन्यः अस्ति. अस्तु अस्तु, एषः बालकः कीदृशः, सः उत्तमः, तथैव एतत् सर्वं दीर्घं मास्तु, केवलम् एषः गुणनाशः कीदृशः, एषः गुणनाशः. अतः अन्यगुणजन्यः इति नूतनं ज्ञानम्, अतः तदस्ति विधेयः. यत् जानीमः तदस्ति तत्र गुणनाशः, गुणनाशः इति पूर्वमिति अस्माभिः ज्ञातम् उद्देश्य. अतः तत्र इदानीं तत्र उद्देश्यविधेयभावः इति इत्युक्ते यत् पूर्वं जानीमः तस्य तस्मिन् विषये किमपि नूतनं ज्ञानं, तदस्ति विधेयः. यद् यदि न जानीमः तत्र केवलं चिन्तयामः विशेषणं विशेष्यम् इति, उत्तमः बालकः इति, सः बालकः उत्तमः, अस्तु विशेषणम् अस्ति, तादृशम् अपि अत्र चिन्तनं कर्तुं शक्नुमः. ओके, उद्देश्यविधेयभावः इति न ज्ञायते चेत् विशेषणविशेषभावः इति चिन्त्यताम्. ओके, चिन्त्यताम्. अस्तु महोदय, प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः तथा महोदय इदानीम् अस्तु. समानाधिकरणगुणेन जन्यगुणनाशः. सो समानाधिकरणगुणेन यः जन्यगुणनाशः, समानाधिकरणगुणेन जन्यगुणनाशः नाम समानाधिकरण. एतस्य पदस्य अर्थः कः इति उक्तम्? समानाधिकरणगुणजन्यः इति पदस्य अर्थः कः? समानाधिकरणगुणेन जन्यगुणनाशः. ओके, जन्यः जन्यः अस्ति, जन्यगुणनाशः नाम क्षम्यतां, नाम एतस्य अर्थः कः? समानाधिकरणगुणजन्यः गुणनाशः. गुणनाशः इति एकं गुणं, तत्र एव अन्यगुणजन्यस्य कारणम्. अन्यत् गुणम्, अन्यः गुणः एतस्य गुणनाशस्य कारणमस्ति. कारणम् अतः एषः गुणनाशः, एषः गुणनाशः कस्मात् अभवत्? अन्यात् गुणात् अभवत्. अन्यगुणात् अभवत्. अन्यगुणात् अभवत्, अतः नूतनगुणः अस्ति कारणम्, गुणनाशः अस्ति कार्यम्. अथवा गुणनाशः अस्ति जन्यः, अन्यः गुणः अस्ति जनकः. अन्यगुणजन्यः इति इदानीं कार्यम्. जन्यः नाम कार्यम्. अतः गुणनाशः जन्यः अस्ति. केन जन्यः अस्ति? अन्यगुणेन जन्यः अस्ति, समानाधिकरणगुणेन जन्यः अस्ति एषः गुणनाशः. अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः. अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः, यतोहि पूर्वस्मिन् उदाहरणे कः गुणः आसीत्? गुणः आसीत् संयोगः. संयोगः एव नष्टः खलु? संयोगः नष्टः, घटपटयोः संयोगः नष्टः अभवत्. तत्र गुणः अस्ति संयोगः, तस्य एव नाशः अभवत्. अतः एव संयोगनाशः एव तत्र आश्रयनाश अजन्यगुणनाश उदाहरणं खलु? संयोगनाशः इति आश्रयनाश अजन्यगुणनाशः इति वक्तुं शक्नुमः. तादृशः अस्ति संयोगनाशः. अतः तादृशसंयोगनाशः अथवा गुणनाशः इदानीं सः गुणनाश अन्यगुणजन्यः अस्ति, नाम समानाधिकरणगुणेन जन्यः संयोगनाशः. ओ अस्तु, इति वक्तुम् इच्छामः खलु? इति एव तत्र सिद्ध्यति. नाम यदि गुणनाशः समानाधिकरणगुणजन्यः अस्ति, तस्य अर्थः अपि गुणः संयोगः अस्ति इत्युक्ते तत्र अर्थः कः? एषः संयोगनाशः जन्यः अस्ति. केन? समानाधिकरणगुणेन जन्यः अस्ति. संयोगनाशः इति जन्यमस्ति, समानाधिकरणगुणेन जन्यसंयोगनाशः. अतः समानाधिकरणगुणः कारणं, संयोगनाशः कार्यम्. समीचीनं भो भगिनि? समानाधिकरणगुणः इति विभागः, समानाधिकरणः इति विभागः, संयोगनाशः घटे पटे च, विभागः अपि तथा घटे पटे इत्यस्मात् विभागसंयोगनाशौ समानाधिकरणौ. ओके, सो समानाधिकरणगुणः इति विभागः, सो विभागेन एव जन्यगुणनाशः, संयोगनाशः घटे पटे च, ओके, संयोगनाशः घटे पटे च, विभागः अपि तथा घटे पटे इत्यस्मात् विभागसंयोगनाशौ समानाधिकरणम् अस्तु. समीचीनं वा? अतः तत्र अत्र किम् अस्ति, किम् उक्तं नाम अत्र अस्मिन् परिच्छेदे अपि एतस्मिन् परिच्छेदे किम् उक्तम् इत्युक्ते तत्र एतत् वाक्यम् एतेन वाक्येन तत्र अनुमानवाक्येन संयोगनाशः अन्येन गुणेन सिद्ध्यति, तस्य गुणस्य नामकरणं विभागः, अतः विभागेन संयोगनाशः भवति, अतः विभागः इति गुणः अस्ति, समानाधिकरणगुणः अस्ति, विभागसंयोगनाशकः इति नाशकः अस्ति. एतत् सर्वं वक्तुं शक्नुमः. अतः एव लक्षणवाक्ये तत्र विभागः संयोगनाशक अतिरिक्तगुणः इति आसीत् खलु. तत् सत्यम्. नाम यदि अनुमानं वाक्यं स्वीकृत्य एतद् वाक्यं स्वीकृत्य संयोगनाशस्य उदाहरणे किं वदति इति चिन्तयामः तदा किम् अवगच्छामः, अस्तु यत्र यत्र नाम संयोगनाशकस्थ नाशस्थले विभागः अस्ति, विभागः इति गुणः अस्ति इति अवगच्छामः. अत्र केवलम् एतत् अनुमानं केवलं संयोगनाशस्थले एव कार्यं करोति इति न, अन्यत्रापि एतत् अनुमानं कार्यं करोति. यत्र यत्र आश्रयनाशेन अजन्यः अस्ति गुणनाशः, यत्र गुणस्य नाशः भवति किन्तु आश्रयस्य नाशः न भवति, तत्र तत्र सर्वत्र अन्यः गुणः तस्मिन्नेव आश्रये वर्तते यः नाशकः अस्ति. नाम यः नाशं प्रथमं प्रथमस्य गुणस्य नाशं करोति, अथवा नूतनगुणः प्रथमगुणनाशकः अस्ति इति विभागः इति यत्र विभागः अस्माकं अस्माकं प्रसङ्गे तत्र संयोगः इति एव गुणः तस्य नाशः भवति, अतः तत्रापि नूतनगुणः भवेत् तस्य एव नामकरणं विभागः. अपि विभागः तस्मिन्नेव आश्रये वर्तते यत्र संयोगस्य नाशः अस्ति. संयोगः संयोगस्य नाशः कुत्र अभवत्? यत्र संयोगनाशः, यत्र संयोगः आसीत् तत्र एव संयोगनाशः अपि अभवत्, अतः संयोगः अपि घटे पटे एव वर्तते. संयोगनाशः अपि घटे पटे एव वर्तते, अतः विभागः अपि घटे पटे एव वर्तते. अतः एतत् सर्वं सिद्ध्यति एतेन अनुमानेन. अस्तु महोदय. अस्तु समीचीनं भगिनि. आं महोदय. अस्तु अस्तु तर्हि अग्रे सरामः. तर्हि तर्हि तत्र सारांशः तत्र किमस्ति नाम गुणनाशः इति कार्यम् अथवा जन्यः अपि तत्र अन्यः गुणः नूतनगुणः नाशकः अथवा जनकः तेन एतत् सिद्ध्यति. अपि एषः गुणः समानाधिकरणः अस्ति. समानाधिकरणगुणः किन्तु एषः गुणः नूतनगुणः, एषः गुणः पुरातनगुणः. पुरातनगुणस्य नाशः अभवत् केन? नूतनगुणेन इति. तावदेव. अस्तु अग्रे मृणालिनी भगिनी. आमाचार्य ततः अग्रे आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः विद्यते. आश्रयनाश अजन्यगुणनाशे आश्रयनाश अजन्यगुणनाशे अयं धर्मः विद्यते. धर्मः पक्षभिन्नस्थले न लभ्यते. आश्रयनाश अजन्यगुणनाशे इति पक्षे एव लभ्यते. एतदाधारेण अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या? अन्वयव्याप्तिः वा व्यतिरेकव्याप्तिः वा? यत्र यत्र आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः भवति तत्र तत्र समानाधिकरणगुणजन्यत्वम् इति साध्यमपि भवति इति वक्तव्यं किम्? तत्र अग्रे आश्रयनाश अजन्यगुणनाशत्वम् इति धर्मः अयं धर्मः आश्रयनाश अजन्यगुणनाशत्वम् आश्रयनाश अजन्यगुणनाशे पक्षे विद्यते. पुस्तकत्वं कुत्र भवति? पुस्तकत्वं केवलं पुस्तके एव वर्तते खलु. पुस्तके अयं तु धर्मः पक्षभिन्नस्थले न लभ्यते खलु. यतोहि पक्षः अस्ति आश्रयनाश अजन्यगुणनाशः एव पक्षः. अतः नाशत्वम् आश्रय अनाशगुणनाश गुणजन्यनाशे एव भवेत्. पक्षे एव लभ्यते. एतदाधारेण अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या? अन्वयव्याप्ति वा व्यतिरेकव्याप्तिः इति प्रश्नः. यत्र यत्र आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः भवति तत्र तत्र समानाधिकरणगुणजन्यत्वम् इति साध्यमपि भवति इति वक्तव्यं किम्? किं चिन्तनम्? आम् अस्ति. नाम व्याप्तिः नाम वह्निः उष्णः वह्नित्वात् इति तत्र स्थितिः कीदृशी? हेतुः पक्षभिन्नस्थले वर्तते वा? न, हेतुः पक्षभिन्नस्थले न वर्तते. तत्र वयं यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति व्याप्तिज्ञानं भवति वा अथवा अन्या रीत्या वदामः वा? तत्र व्यतिरेकव्याप्त्या रीत्या. यतोहि पक्षभिन्नस्थले नास्ति. अतः तत्र दृष्टान्तः वक्तव्यः खलु. दृष्टान्तः इति तस्य आधारेण एव तत्र व्याप्तिज्ञानं भवति. अतः दृष्टान्तः पक्षभिन्नस्थलं भवेत् किन्तु हेतुः पक्षभिन्नस्थले नास्ति चेत् कथं वा दृष्टान्तः अन्वयदृष्टान्तः लभ्यते? अतः अन्वयव्याप्तिः न वक्तव्या किन्तु व्यतिरेकव्याप्तिः एव वक्तव्या खलु. अतः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति न वदामः किन्तु यत्र यत्र यत्र साध्य अभावः तत्र तत्र हेत्वाभावः इति एव वक्तव्यम्. अतः तत्र अत्र व्यतिरेकव्याप्तिः एव वक्तव्या. अपि एतद् वक्तव्यं किं? न, एतद् न वक्तव्यं किन्तु यत्र यत्र साध्याभावः भवति तत्र तत्र हेत्वाभावः अपि भवति इति एव वक्तव्यम् इति अस्ति. अस्तु, समीचीनम्. अतः बहु किमपि वयं कृतवन्तः अद्य. सर्वे समाने पुटे सन्ति इति मन्ये. अतः अग्रे सर्वे समानाधिकरणचिन्तने सन्ति. सत्यं भगिनि तत्र संस्कृत अस्माकं चिन्तनम् इन्स्टेड् आफ् पेज् वयं सर्वे समानाधिकरणे स्मः. समीचीनं, समानाधिकरणचिन्तने समानाधिकरणे चिन्तने स्मः. समीचीनम्. आम् आम् आम्, योग्यमेव उक्तवती मृणालिनी भगिनी. बिकास् आचार्य, ट्रान्स्लेशन् इस् लैक् अनुवाद इति विषये मम बहु प्रियविषयः अस्ति. ट्रान्स्लेटिङ्ग् फ्रोम् वन् लेङ्ग्वेज् टु अदर्. अस्तु अस्तु भगिनि, उत्तमम्. अस्तु तर्हि अतः तत्र अधिकरणदृष्ट्या वदामः चेत् भिन्नभिन्नस्थलेषु वयम् अत्र स्मः. अदा अधिकरण इति न, परन्तु समानाधिकरणचिन्तनम् इति बहु सम्यक् प्रयोगः. धन्यवादः. अस्तु तर्हि तत्र एव विरमाम. अग्रिमे वर्गे तत्र अग्रे गच्छामः अस्मिन् अनुमानचिन्तने. अस्तु तर्हि धन्यवादः, नमस्कारः. अग्रिमे वर्गे मिलामः तर्हि. नमस्कारः. धन्यवादः महोदय.